नमस्कारः. अद्य अस्माकं वर्गः अस्ति धातुगणपरिचयः इति. तर्हि प्रथमं वयं तु अत्र धातुगणपरिचयस्य पुनःस्मारणं कृत्वा किञ्चित् अग्रे सरेम. यथा सुदर्शनमहोदय उक्तवान्, दिवादिगणस्य विकरणप्रत्ययः अस्ति ष्यन् इति. तत्र षकारः अपि च नकारः गच्छति, यकारः एव तिष्ठति. तदर्थं तत्र विकरण यथा सः उक्तवान् नृत्यति इति, यकारः आगच्छति. नृ इति धातुः, नृत् इति धातुः, क्षम्यतां, नृत् इति धातुः, तत्र यकारः आगत्य नृत्यति इति भवति. बहु समीचीनम्. इदानीं शिवराम महोदय, भवान् वदतु, रुधादिगणे कः विकरणप्रत्ययः? रुधादिगणे श्नम् इति विकरणप्रत्ययः अस्ति. अनुबन्धानां लोपं कृत्वा तस्य उपयोगिविकरणं न इति भवति. उत्तमं. परन्तु तत्र विकरणप्रत्ययः, तत्र वैशिष्ट्यं किं प्रत्ययस्य? तत्र न इति अन्ते आगच्छति वा धातोः अनन्तरं? न इति विकरणप्रत्ययः अन्ते न आगच्छति, अन्त्यात् अचात् परः आगच्छति. अन्तिम अचवर्णः, स्वरवर्णः यः अस्ति तस्य परे न इति विकरणप्रत्ययः आगच्छति. सत्यम्. इदानीं स्थूलरूपेण वदामश्चेत् धातोः धातो अन्ते न भविष्यति, मध्ये भविष्यति इति इदानीं स्थूलरूपेण चिन्तयामः. अग्रे गत्वा तत् स्पष्टीकुर्मः. अग्रे आयास्यति सर्वं, स्पष्टं भवति. इदानीं स्नम् इति तद् नकारः धातोः मध्ये आगच्छति इति चिन्तयामः. अस्तु, तर्हि अन्यः सङ्गीता भगिनी भवती वदतु. इदानीं क्रियादिगणः इति, तस्य विकरणप्रत्ययः कः? विकरणप्रत्यय तु श्ना भवति, तत्र न इति आगच्छति. इति गृह्णाति, ज्ञा इति जानाति इति, अश्नाति इति भवति. उत्तमं, बहु उत्तमम्. अपि च 9938326 कः तस्य सङ्ख्या? कस्य सङ्ख्या सा? न अवगच्छामि. 9383268866 इति कस्य सङ्ख्या अस्ति? धन्यवादः, धन्यवादः. अस्तु, अत्र अन्ये के सन्ति? इदानीं सङ्गीता भगिनी, विष्णुप्रिया भगिनी अस्ति. अस्तु, विष्णुप्रिया भगिनी भवती वदतु, अदादिगणे कः विकरणप्रत्ययः? अदादिगणे नास्ति प्रत्ययः अस्ति. सोरि, विक्रणप्रत्ययः नास्ति. उत्तमं. विकरणप्रत्ययः तत्र नास्ति एव. विकरणप्रत्ययः लोपः भवति. विकरणप्रत्ययः आगत्य गच्छति. तदर्थम् अदादिगण अद् इति धातुः अस्ति, अत्ति इति भवति रूपं तथा. तर्हि सुदर्शनमहोदय, भवान् वदतु, चुरादिगणे कः प्रत्ययः? महोदय, चुरादिगणे अत्र प्रत्ययः भवति शप् इति, अकारः अस्ति, अतः अये इति भवति. यथा प्रेष इति अस्ति, प्रेष अये मृत्वा प्रेषयति, एतादृशं भवति. उत्तमं, बहु उत्तमम्. अस्तु, तथा भवति. अपि च अहम् एकमेव, तुदादिगणे, तुदादिगणे गणीयप्रत्ययः कः? शिवराम महोदय वदतु. नमस्ते. सुदादिगणे, सुदादिगणस्य विकर्णप्रत्ययः अस्ति, तस्य उपयोगिरूपं अस्ति, अकारः अस्ति तुदादिगणे, अकारः एव अस्तु। अपि च जुहोत्यादिगणे भवानेव वदतु, जुहोत्यादिगणे, जुहोत्यादिगणे विकरणप्रत्ययः शप् विकरणप्रत्ययः वास्तविकरूपता अस्ति किन्तु तस्य लोपः भवति, तर्हि विकरणप्रत्ययः किमपि नास्ति, अदादिगण इव, परन्तु तत्र किञ्चित् किन्तु तत्र द्वित्वं भवति धातोः उत्तमम् उत्तमम्। अपि च कः गणः अवशिष्टः इदानीं, स्वादिगणः, स्वादिगणः, तनादिगणः अपि, तनादिगणे किं भवति, तनादिगणस्य विकरणप्रत्ययः अस्ति उ, उकारः अस्ति, उकारः तनादिगणे, यथा तनोति करोति एतादृशरूपाणि भवति तत्र तनादिगणे। उत्तमम्, अस्तु, तर्हि इदानीम् एतावत् वयं जानीमः, वयम् अग्रे सरेम गुणः इति विषये, तत्र किमस्ति अहं स्थूलतया वदामि, अग्रे पठेम वयं, किम् अत्र भुआदिगणे इदानीं धातुः किमपि स्वीकुर्मः, भू इति धातुः एव प्रथमधातुः अस्ति, तत्र भू अपि च विकरणप्रत्ययः अकारः अस्ति, अपि च ति इति चिन्तयन्तु, भू आ ति इति, तत्र अन्ते ऊकारः अस्ति, ऊकारः दीर्घ ऊकारः, तदा किं भवति, केन अत्र आगतः, कः आगतः, मम नाम अन्न, अन्न, पुनः वदतु भगिनि, अन्न, नमस्ते, स्वागतं, नमस्ते, अस्तु, वदतु, न, I was just interested if I came in right class, it was divided last time in two sections. Yeah, no problem, bhavati atra agachu agachatu, bhavati sambhashanam aham kim vadami bhavati avagachati kim, avagantum shaknome kintu sambhashanam kartum bahu na shaknome, no, parantu bhavatu samyak vadati bhavati, अस्तु अन् भगिनि, इदानीं वयं तु तृतीये करपत्रे स्मः, तृतीये करपत्रे इदानीं धा गुणः इति करपत्रस्य नाम, अस्तु, तत्र अहं किम् उक्तवान्, भू अपि च विकरणप्रत्ययः अ अपि च ती इति प्रथमपुरुषे एकवचनप्रत्ययः अस्ति, इदानीं भू इति इत्यस्य गुणः भव अन्तिमदीर्घ उकारस्य गुणः भवति, गुणः इत्युक्ते भवन्तः जानन्ति इति मन्ये, गुणसन्धिः, सन्धि प्रकरणे सन्धि पठितुं समये गुणः इति ऊकारस्य गुणः अस्ति ओकारः, इदानीं भू इत्यस्य दीर्घ ऊकारस्य ओकारः भवति, भो इति भवति, तदनन्तरम् ओकारः भो योगः आ इति स्थिते अव् इति आदेशः भवति, यान्तवान्त आदेशः इति जानीयुः, तत्र भो योगः आ अव् आदेशः भूत्वा भव् भव इति भवति, भव इति, तदनन्तरं भव भवति, भव योगः ति भवति इति भवति, तथा तथा अन्य तत्र भुआदिगणे तथा भवति, परन्तु तुदादिगणे गुणः न भवति, किमर्थम् इति चेत् भवन्तः तत्र पश्यन्ति चेत् भुआदिगणे शप् इति प्रत्ययः अस्ति, तत्र अन्ते पकारः अस्ति, परन्तु तुदादिगणे शकारः एव, पकारः नास्ति, पाणिनिना उक्तं तत् पकारस्य प्रयोजनमस्ति, यत्र पकारः अस्ति तदा गुणः भवति, यत्र पकारः नास्ति तत्र गुणः न भवति इति. इदानीं चिन्तयन्तु भुद् इति धातुः, भुआदिगणधातुः, तत्रापि तत्र किमस्ति, उकारः अस्ति भुद् इत्यस्य उकारः, तत्र अन्तिमवर्णस्य पूर्वम् इति, अन्तिमवर्णः घकारः अस्ति भुद् इति धातोः, अन्तिमवर्णः घकारः अस्ति, तत्पूर्वम् उकारः अस्ति. कः आगतवान्? नमस्ते. नमस्ते महोदय, हरिप्रिया किटाम्बि, फस्ट् क्लास् ऐ एम् अटेंडिंग. आगच्छतु, स्वागतम्. अत्र वयं तृतीयकरपत्रे स्मः, गुणः इति, कृपया उद्घाटयतु. अस्तु, अहं किं वदन् आसम्, बुद्ध इति धातुः, तत्र उकारः अन्तिमवर्णस्य पूर्ववर्णः अस्ति. पूर्ववर्णः, तस्य नाम किमपि पाणिनिना उक्तं, तदस्ति उपधा इति, उपधा इति. तत्र उपधायां ह्रस्व उकारः अस्ति, उपधायां ह्रस्व उकारः अस्ति, तदापि गुणः भवति. बोध् इति बोध् अकारः ति, बोधति इति, बोधते इत्यपि भवितुं शक्नोति, परन्तु इदानीम् अस्माकम् अवधानं तु कुत्र अस्ति इत्युक्ते, तत्र उकारः उपधायां ह्रस्व उकारः अस्ति चेत् गुणः भवति, अन्ते ह्रस्व वा अस्व उकारः वा अपि च दीर्घ उकारः वा अस्ति चेत् गुणः भवति. तदेव उकारः एव वा इति इत्युक्ते नास्ति, इकारः उकारः ऊकारः ऋकारः दीर्घ ऋकारः, एते सर्वे वर्णाः सन्ति चेत् गुणः भवति. इकारस्य गुणः कः? शिवराम महोदय, भवान् वदति वा, इकारस्य गुणः कः जानाति वा? इकारस्य गुणः एकारः भवति. एकारः भवति, तत्र अस्ति करपत्रे, कोष्टकरूपेण अस्ति, स्वरः इकारः वा ईकारः अस्ति चेत् एकारः भवति, उकारः वा ऊकारः अस्ति चेत् ओकारः भवति, ऋकारः वा दीर्घ ऋकारः अस्ति चेत् अर भवति, वास्तविकः अर भवति, अकारः रेफेन सह आगच्छति, रेफः अपि आगच्छति इति. इदानीम् अभ्याससमये वयं बहूनि बहवः धातवः बहून् धातून् स्वीकृत्य कुर्मः, परन्तु इदानीम् अत्र अवगणं भवतु, गुणः इत्युक्ते किम् इति एव. इदानीं करपत्रं पठेम वयं एकैकं स्वीकृत्य. आन् भगिनी, भवती पठितुं शक्नोति खलु? अहं पठामि. कृपया पठतु. सूत्रः कः? न, गुणः इति करपत्रम् अस्ति, करपत्रस्य लिङ्क् अस्ति वा? अस्ति अस्ति, अहम् उद्घाटितवान्. गुणः इति तत्र धातुः प्रथमे गणे अस्ति वा इति प्रश्नः. विकरणप्रत्ययस्य आ इति भागः, अवशिष्यते, प्रथम. षष्ठे गणे अपि सा एव गतिः. तर्हि यत्र धातुः चिन् प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? अस्तु तत् तत्र किं दत्तम् इति अवगम्यते वा भवत्या? किञ्चित् अस्तु कः सुदर्शनमहोदय, भवान् वदतु किम् अस्ति तत्र इति प्रश्नः कः? महोदय पठामि इदानीं. प्रथमगणे विकर्णप्रत्ययस्य आ इति भागः अवशिष्यते. षष्ठे गणे अपि सा एव गतिः. तर्हि यत्र धातुः तिङ्प्रत्ययः इत्यनयोः मध्ये अकारः एव अस्ति, कथं ज्ञायते कस्मिन् गणे अस्ति? उत्तरं, दर्शनेन एव सर्वत्र न ज्ञातुं शक्नुमः, किन्तु बहुत्र ज्ञायते. यत्र धात्वङ्गे गुणः दृश्यते तत्र प्रथमे गणे अस्ति इति ज्ञायते. अधुना अग्रे गच्छेम, पश्यामः इतः सर्वं कथं भवति इति. व्याकरणे एकः सिद्धान्तः अस्ति, गुणः नाम्ना. सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणसंज्ञा भवति. अस्मिन् कोष्टके पश्यतु, स्वरः दत्तमस्ति ईकारः इति, तस्य गुणः अस्ति ए. एतादृशमेव उकारः ऊकारः अस्ति चेत्, स्वरः अस्ति चेत् गुणः भवति ओ, ओकारः. स्वरः ऋकारः ऋकारः इति अस्ति चेत् गुणः भवति अर् इति. उत्तमं महोदय, धन्यवादः. अत्र किं दत्तमस्ति इति विष्णुप्रिया भगिनी एकवारं संक्षिप्तेन वदति वा? प्रश्नः कः अपि च उत्तरं किम् इति भवती किम् अवगतवती? स्वरः वदतु भगिनि. न, भवती वदतु, मम अर्थः कष्टम् एतत्. गुणः भवति इत्युक्ते धातोः स्वरस्य किञ्चित् परिवर्तनम् इ अस्ति चेत् ए गुणः भवति, स्वरः उ अस्ति चेत् ओ भवति, स्वरः ऋ अस्ति चेत् अर् भवति. तत् समीचीनं, परन्तु अस्तु, धन्यवादः. इदानीम् अग्रे गत्वा किञ्चित् अभ्याससमये स्पष्टीकरणं भवति, परन्तु इदानीम् अस्माकं विषयः कः इत्युक्ते गुणः इत्युक्ते किम् एव. अत्र व्याकरणलोके गुणः इत्युक्ते स्वरस्य परिवर्तनम् इति. इकारः दीर्घ इकारः अस्ति चेत् एकारः भवति, उकारः दीर्घ उकारः भवति चेत् ओ भवति, ओकारः भवति, ऋकारः दीर्घ ऋकारः अस्ति चेत् अर् इति भवति. तत् तर्हि स्वरस्य परिवर्तनम् इति जानीमः. अस्तु, अत्र कोऽपि प्रश्नः? नास्ति चेत् अग्रे सरेम. हरिप्रिया भगिनी भवती पठति वा? पठामि. अग्रे पठतु. धातुतः क्रियापदं निर्मातुं भ्वादिगणे गुणः भवति, तुदादिगणे गुणः न भवति. गुणः भवति इत्युक्ते धातोः अन्तर्भूते स्वरे गुणः आगच्छति इति. बुध् धातौ अन्तर्भूतः स्वरः उ. उकारस्य गुणः ऊकारः इति उपरि स्थिते कोष्ठके अस्माभिः दृष्टम्. बुध् धातौ गुणः भवति, अतः बुध् बोध् इति अस्ति. लट् लकारे लटि बोधति इति रूपं गुणः अस्ति अतः बुध् धातुः प्रथमे गणे अस्ति न तु षष्ठे अत्र अस्ति अत्र बुध् धातोः गुणः भवति तदर्थं बुध् धातुः प्रथमे गणे अस्ति इति ज्ञातुं शक्नुमः इदानीं बुध् इति धातुः अस्ति तस्य लट् लकाररूपं भोद् इति रूपे भोद् इति अवयवः अस्ति चेत् अत्र गुणम् अभवत् गुणं प्राप्तम् इति चेत् अत्र भुआदिगणे अस्ति इति जानीमः इदानीं भुआदिगणः अपि च भुआदिगणे एव तत् अस्मिन् अस्य सन्देहः आगच्छति खलु इदानीम् अन्यस्मिन् गणे चिन्तयतु क्रियादिगणे तु स्पष्टतया अस्ति न इति विकरणप्रत्ययः अति स्वादिगणे नु इति विकरणप्रत्ययः अस्ति तदर्थं तत्र किमपि भ्रमः न भवति परन्तु भुआदिगणे अपि अकारः विकरणप्रत्ययः तुदादिगणे अपि अकारः विकरणप्रत्ययः तदर्थं तत्र कथं जानीमः एषः धातुः भुआदिगणे अस्ति वा अथवा तुदादिगणे अस्ति वा इति प्रश्नः अस्ति चेत् गुणः दृष्ट्वा तत्र गुणः भवति वा न वा गुणम् अभवत् वा इति गुणः अभवत् वा इति वा इति दृष्ट्वा वक्तुं शक्नुमः इति अत्र वार्ता अस्तु बहु समीचीनं भगिनि धन्यवादः सङ्गीता भगिनि भवती पठति वा अग्रे अग्रे लिग् दातौ आरभ्य आमां सत्यं बुद्ध लिक् दातौ अन्तर्भूतः स्वरः इकारस्य गुणः एकारः किन्तु लिक् धातोः लटि लिखति इति अस्ति न तु लेखति गुणः न जातः अतः षष्ठे गणे अस्ति लिक् धातुः यदि वादिगणे अभविष्यत् तर्हि लटि लेखति इति रूपम् अभविष्यत् तथा नास्ति एव तुदादिगणे अस्ति अतः लिखति इति रूपं भवति द्वादिगणे तु गुणः भवति अत्र लिखति मध्ये इ तु ए भवितव्यं यदि तुदादिगणे गन्तव्यं यदि द्वादिगणे मध्ये अस्ति तु गुणः भवितव्यं तर्हि लिक् तु लेखति इति भवति परन्तु लिक् तु लिखति एव अस्ति तत्कारणेन एव तुदादिगणे मध्ये अस्ति बहु समीचीनम् इदानीं प्रश्नः अस्ति लिक् इति धातुः भुआदिगणे अस्ति वा अथवा तुदादिगणे अस्ति वा इति कोऽपि पृच्छति चेत् भवन्तः जानन्ति लिक् इति धातोः लट् इत्युक्ते वर्तमानकाले प्रथमपुरुष एकवचनरूपमस्ति लिखति इति इदानीं वयं जानीमः अस्तु भुआदिगणे अस्ति चेत् इकारस्य लिक् इत्यस्मिन् इकारः स्वरः अस्ति खलु तत्तु गुणः भवति भुआदिगणे अस्ति चेत् परन्तु अत्र न अभवत् तथा तदर्थं ओ एतत्तु एषः धातुः तुदादिगणे अस्ति इति निर्णयं कुर्मः अवगतम् अस्तु बहु समीचीनं धन्यवादः भगिनि अपि च अन्यः कः अस्ति शिवरां महोदय ये न पठितवन्तः अत्र के न पठितवन्तः इदानीं पूर्वम् अस्तु शिवरां महोदय भवान् पठति वा कुतः पठामि धातु कृष् इत्यस्य धातुद्वयम् अस्ति इति पठामि कृष इत्यस्य धातुद्वयम् अस्ति. एकः कृषधातुः भ्वादिगणे अस्ति, अपरः कृषधातुः उदादिगणे अस्ति. भ्वादिगणे कृषधातोः कर्षति इति रूपं लटि. ऋकारस्य गुणः अर् किल, अत कृष एतस्य कर्ष इति रूपं भवति भ्वादिगणे. किन्तु तुदादिगणे अन्तर्भूतः कृषधातुः लटि कृषति इति नाम ऋकारस्य गुणः तत्र न भवति. स्ववाक्ये किम् इति वदतु. कृष इति धातुः अस्ति. सः धातुः भ्वादिगणे अपि अस्ति, तुदादिगणे अपि अस्ति. किन्तु कृषधातोः यदि वयं भ्वादिगणतः स्वीकुर्मः चेत् तस्य कर्षति इति रूपं भवति, कारणं तत्र कृषधातोः गुणः भवति. किन्तु तुदादिगणतः यदि वयं कृषधातु स्वीकुर्मः चेत् तस्य कृषति इति एव रूपं भवति, तस्य स्वरस्य गुणः तत्र न भवति. गुणः न भवति चेत् सः धातुः तुदादिगणे अस्ति, गुणः भवति चेत् सः धातुः भ्वादिगणे अस्ति. उत्तमं महोदय, धन्यवादः. अत्र उदाहरणं तु उत्तमम् उदाहरणं. कृष् इति धातुः भ्वादिगणे अपि एकः धातुः अस्ति, तुदादिगणे अपि एकः धातुः अस्ति, परन्तु धातुः अर्थः अपि समानमेव इति मन्ये अहम्. इदानीं भ्वादिगणे अस्ति चेत् तस्य गुणः भवति कर्षति इति रूपम्, अपि च तुदादिगणे कृषति इति रूपं, यतोहि तत्र गुणः न भवति, भ्वादिगणे गुणः भवति. तदर्थं कर्षति भ्वादिगणे, कृषति इति तुदादिगणे. इदानीं स्पष्टं? स्पष्टं. अस्तु अस्तु. सङ्गीता भगिनी, भवती पठतु अग्रे. अस्तु. द्वादिगणे गुणः सर्वत्र न भवति, तर्हि कुत्र भवति, कुत्र न भवति इति प्रश्नः. सरलतया उक्तं चेत् कस्मिंश्चित् धातौ इ ई उ ऊ ऋ ऋ एतेषु स्वरेषु एकः अस्ति चेत् तस्य स्वरस्य गुणः भवति. किन्तु तावदेव वदामः चेत् कुत्रचित् दोषः भवति. अतः सम्यक्तया अवगमनार्थं किञ्चित् इतोपि वक्तव्यम् अस्ति. अत्र मुख्यतः नियमद्वयम् अस्ति. अग्रे पठामि वा? द्वादिगणे धातोः अन्तिमं वर्णः इ ई उ ऋ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उदाहरणे भू भो भवति, जि जे भवति, सृ इति किं सर् इति भवति, सर् इति भवति. द्वितीयनियमः तु द्वादिगणे धातोः उपदा इ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. उदाहरणं बुद्ध बोध् इति भवति, कृष् कर्ष् इति भवति. अत्र बुद्ध धातौ उकारः उपदा, कृष् धातौ ऋकारः उपदा. देयं यत् दीर्घस्वरः उपदा चेत् तस्य गुणः न भवति, जीवति इति भवति. उत्तमं, धन्यवादः भगिनि. इदानीं किञ्चित् संक्षिप्तरूपेण वदति वा किम् अस्ति अत्र बोधनम् इति? अस्तु. एकः प्रश्नः भवति. उदाहरणं चेत् कृष् इति धातुः कर्षति अपि आगच्छति, कृषति अपि आगच्छति. लिखति चेत् किमर्थं लेखति एव लिखति एव किमर्थं लेखति न इति प्रश्नः भवति. तस्य कारणेन किं किं कण्डीशन् आगच्छति इति पृच्छति चेत् एकं वक्तुं शक्यते. अत्र अत्र अत्र सः विषयः नास्ति खलु इदानीम्, अत्र भुवादिगणे तद्विषयः समीचीनं, भवती यदुक्तवती तत् समीचीनमेव, परन्तु अत्र भुवादिगणे गुणः कुत्र कुत्र भवति इति एव प्रश्नः. कुत्र भवति? अत्र स्वरः सर्वत्र न भवति. अन्तिमस्वरः उकारः वा ऊकारः वा इकारः वा अथवा पूर्वस्वरस्य ह्रस्वस्वरम् एव भवेत्. इदानीं जीवति इति अस्ति, अत्र उपदायां दीर्घ ईकारः अस्ति, तथा गुणः न भवति. तदर्थम् अत्र नियमद्वयम् अस्ति. प्रथमः नियमः कः? तद् वदतु प्रथमं. प्रथमनियमः कः? प्रथमनियमः अन्तिमवर्णः भवति चेत् तस्य वर्णस्य गुणः भवति इति प्रथमनियमः. तस्य तद् ह्रस्वः वा दीर्घः वा भवतु, अन्तिमवर्णः तु ह्रस्वः दीर्घः वा भवतु, तस्य गुणः अवश्यं भवति. द्वितीयः नियमः कः? द्वितीयनियम मध्ये उपदा, यदि धातोः उपदा इ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. तत् किम् अस्ति चेत् ह्रस्ववर्णः भवति चेत् तस्य गुणः भवति, दीर्घवर्णः भवति चेत् तस्य गुणः न भवति इति. बुद् मध्ये उपदा तु उ भवति, तत् तु ह्रस्ववर्णः, तत्कारणात् बोध् इति भवति. परन्तु जीव् मध्ये ई तु दीर्घः भवति, तत्कारणात् जीवति एव भवति, तस्य गुणः न भवति अत्र. बहु समीचीनम्. अत्र सर्वे अवगतवन्तः? प्रश्नः अस्ति चेत् कृपया पृच्छन्तु, यदि न अवगम्यते चेत् कृपया पृच्छन्तु. अस्तु, तर्हि अग्रे सरेम वयं. हरिप्रिया भगिनी, भवती पठति वा? किमर्थं गुणः भवति? किमर्थं गुणः भवति भ्वादिगणे न तु तुदादिगणे? पूर्वतने पाठे अस्माभिः ज्ञातं यत् विकरणप्रत्ययेषु केचन वर्णाः सन्ति ये न तिष्ठन्ति यतः तेषां वर्णानाम् इत् संज्ञा भवति. इत् संज्ञा इति कारणतः तेषां लोपः भवति. येभिः इत् संज्ञकवर्णैः किञ्चित् विशिष्टं कार्यं निर्दिष्टं भवति. कीदृशं कार्यम् इति सम्प्रति पश्यामः. अस्तु, अत्र संक्षिप्तरूपेण भवत्याः स्ववाक्यैः वदतु किम् अस्ति इति. प्रयत्नं करोमि महोदय, संस्कृते न शक्नोमि. चिन्ता नास्ति. इत्संज्ञकवर्णाः भवन्ति इति पूर्वतनपाठे दत्तमस्ति. इत्संज्ञा इत्युक्ते तेषां लोपः भवति, केचन वर्णानां लोपः भवति. इत्संज्ञकवर्णैः कथं कार्यं निर्वहन्ति इति अग्रे पश्यामः. उत्तमं. प्रसादमहोदय, धन्यवादः. स्वागतं महोदय, भवान् अस्ति वा? नमस्ते. भवान् अन्यस्मिन् ब्रिज् मध्ये आसीत् खलु? अन्यस्मिन् महोदय, प्रथमवारम् अत्र आगच्छामि. विलम्बेन आगतवान् वा? विलम्बेन अपि आगतवान्, अधुना एव आगतवान्. परन्तु अहं दृष्टवान् तत्र कुत्र पठन् सन्ति इति. अहं दृष्टवान्. भवानपि पठति खलु? अस्तु, भवान् तर्हि पठति वा? भुवादिगणे विकरणप्रत्ययः इति. भ्वादिगणे विकरणप्रत्ययः शप् इति जानीमः. शप् नाम श अप्, लटि केवलम् अकारः तिष्ठति. इत्युक्तौ शकारपकारयोः वर्णयोः लोपः भवति. द्वौ अपि वर्णौ गच्छतः. गमनानन्तरं नाम लोपानन्तरं श् प् च किञ्चित् कार्यं कृतः. लोपानन्तरं कथं कार्यं स्यात् इति चेत् व्याकरणे कश्चन नियमः अस्ति यत् वर्णस्य लोपानन्तरमपि तस्य लक्षणं तिष्ठति, तस्य सङ्केतः तिष्ठति. तर्हि अनयोः द्वयोः वर्णयोः कार्यं किम् इति चेत् विकरणप्रत्यये श् इत्यस्य कार्यं गुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. विकरणप्रत्यये प् इत्यस्य कार्यं प् नास्ति चेत् गुणस्य कृते अवरोधं करोति. प् अस्ति चेत् गुणस्य न कोऽपि अवरोधः. अत्र किञ्चित् अत्र किम् अवगतं भवता? अत्र विकरणप्रत्ययविषये लिखितमस्ति. भादिगणे वयं जानीमः एव शप् इति विकरणप्रत्ययः इति. अनन्तरं श्यप् एतौ वर्णौ लोपः भवतः इति, अकारः एव तिष्ठति इति अस्ति भ्वादिगणे. इदानीम् अकारः एव तिष्ठति, परन्तु श्यप् द्वयोः कार्यं किम् इति तत्र लिखितमस्ति. गुणस्य कृते प्रेरयति इति, श इति गुणस्य कृते प्रेरयति. प् इत्यस्य कार्यं नास्ति चेत् गुणस्य कृते अवरोधं करोति. तत्र लिखितमस्ति परन्तु अहं मया न अवगतं किम्. अस्तु अहं वक्ष्यामि. कः नूतनः? अहं नूतनः न, किञ्चित् समस्या आसीत्. आसीत्, अस्तु, धन्यवादः. अन्तर्जालस्य किञ्चित् समस्या आसीत्. चिन्ता नास्ति महोदय. अस्तु, अत्र इदानीं शप् इति द्वादिगणे विकरणप्रत्ययः अस्ति शप् इति वयं ज्ञातवन्तः पूर्वम्. अपि च शप् इत्यस्य अकारः एव तिष्ठति इति ज्ञातवन्तः, इत्यपि ज्ञातवन्तः खलु. इदानीं पठति इत्यस्मिन् पट् योगः शप् योगः ति इति आसीत्. तत्र शप् इत्यस्मिन् आदौ शकारः अस्ति, तद् गच्छति. अपि च अन्ते पकारः अस्ति, सः वर्णः अपि गच्छति. तदर्थम् अत्र शकारपकारपकाराणाम् अत्र शकारपकारयोः इत् संज्ञा इति कश्चन नाम, इत् इत् वर्णः इति कश्चन नामधेयं पाणिनिना दत्तम्. इत् सर्वं लोपः भवति. शिवराम महोदय, भवान् कृपया मूं म्यूट् करोतु. अत्र शकारः अपि च पकारः गच्छति, गच्छतः तौ वर्णौ गच्छतः. परन्तु इदानीं प्रश्नः उदेति, पाणिनिमहर्षिः किमर्थं प्रथमं शकारः योजयति, पकारः योजयति, अनन्तरं गच्छति, किमर्थं तत् तथा करोति इति चेत्, कस्यचित् प्रयोजनम् अस्ति. कश्चित् प्रयोजनं इत्संज्ञवर्ण वर्णस्य कश्चित् प्रयोजनं किमपि प्रयोजनम् अस्ति. प्रयोजनं विना किमपि न करोति सः. इदानीं शकारः किमर्थम् इति चेत् अत्र दत्तमस्ति, गुणस्य कृते प्रेरयति इत्युक्ते गुण. इदानीं शकारः अस्ति चेत् कस्यचित् वर्णे, तदा इदानीं धातुः अस्ति, तदनन्तरं किमपि शकार इत्संज्ञकवर्णस्य प्रत्ययः अस्ति चेत् तस्य पूर्वधातोः गुणः करणीयः इति प्रेरयति. इत्युक्ते चिन्तयतु, लिक् योगः श इति अस्ति, चिन्तयतु मास्तु, अत्र भू योगः शप् इति अस्ति. इदानीं शप् अस्ति भू इत्यस्मिन् इत्यस्य धातोः अनन्तरं शप् इति अस्ति. इदानीं किं वदति? अस्तु, इदानीं भूधातोः गुणः करणीयः इति प्रेरयति. तथा अपि च बुद्ध योगः शप् इदानीं शकारः अस्ति, यतोहि तद् गच्छति, परन्तु तस्य प्रयोजनं किं? गुणः करोतु इति प्रेरयित्वा गच्छति. तथा भोद् इति वद भविष्यति. परन्तु लिक् इत्यस्मिन् स्थाने अपि लिक् योगः श इति विकरणप्रत्ययः अस्ति खलु तुदादिगणे, लिक् योगः श. इदानीं तदपि प्रेरयति गुणः करोतु इति, परन्तु तत्र अन्ते पकारः नास्ति खलु. यदि पकारः नास्ति, अन्यं किमपि कार्यमस्ति, यदि पकारः नास्ति गुणं मा करोतु इति. अवगतम्? तदेव अवरोधः इति वदति. गुणस्य अवरोधः इत्युक्ते गुणं मा करोतु इति सः वदति. पकारः नास्ति चेत्, यत्र यत्र पकारः नास्ति गुणः मा करोतु इति वदति. अवगतं? तद् अवरोधः इत्युक्ते बाधनं, किमपि अब्स्ट्रक्षन् इति वदामः खलु, तदेव. तद् इदानीं शकारः आदौ अस्ति चेत्, आदौ शकारः अस्ति चेत् गुणः करोतु इति किमपि वदति, तस्य नियमः अस्ति. तथा एव पाणिनिमहर्षिः अष्टाध्यायी निर्माणं कृतवान्. यत्र यत्र गुणं तस्य आवश्यकं भवति, तदा प्रत्ययस्य शकारः मूले स्थापयति आदौ. अपि च पकारः अपि स्थापयति, पकारः स्थापयति चेत् गुणः भवतु इति. यदि शकारः स्थापयित्वा अवरोधं करणीयम् इति चेत् सः पकारः न स्थापयति इति. अस्तु, अग्रे कः नूतनः कोऽपि आगतवान् वा? वंशी. नमस्ते महोदय. नमस्ते, नमस्ते भगिनि. इदानीं वयं किञ्चित् विलम्बः जातः महोदय. चिन्ता नास्ति भगिनि, तत्र वयं तु तृतीये करपत्रे स्मः. अस्तु, सङ्गीता भगिनी भवती किञ्चित् अग्रे पठतु. वंशी भगिनी तु अपि कथं कुत्र स्मः इति जानीयात्. वादिगणे ततः पठनीयं किल? आमां, वादिगणे इष् अस्ति. वादिगणे इष् अत्र वदामि, अत्र वदामि, अत्र इष् इष् इति मास्तु. यत्र यत्र व्यञ्जनम् एव अस्ति तत्र श् इति इत्यस्य शकारः इति पठामः. वादिगणे शकारः अस्ति इति. वादिगणे शकारः अस्ति, अतः गुणस्य कृते प्रेरणा अस्ति. सकार अपि अस्ति, अतः गुणस्य कृते न कोऽपि अवरोधः, अतः गुणः भवति. कृष् योगः शत् योगः ति कर्षति इति भवति. अग्रे पठामि. तुदादिगणे विकरणप्रत्ययः श इति अस्माभिः ज्ञातं. श नाम एतत् किं वक्तव्यं? शकार इति वक्तव्यं, शकारः योगः अ. तर्हि किं भवति? शकारः गुणस्य कृते प्रेरयति, परन्तु तुदादिगणे विकरणप्रत्ययः केवलं श नाम पकारः नास्ति. पकारः नास्ति चेत् गुणस्य कृते अवरोधः इति उक्तम्, अतः गुणः न भवति. कृष्य योगः शकारः योगः ति इति कृषति इति एव भवति. उत्तमम्. इदानीं अवगतं किं सौवाक्यैः वदतु, किम् अस्ति अत्र? वादिगण सुदादिगणमध्ये किं किं किं कथं भवति, कथं गुण भवति, कथं गुण न भवति इति विवरणं भवति अत्र. द्वादिगणे तु शकारस्य परे पकारः भवति, अतः तत्र गुणस्य कोऽपि अवरोधः न भवति. तस्य कारणेन कृष् योगः शप् योगः ति मध्ये कर्षति इति गुणः युक्तं भवति. परन्तु तुदादिगणे तु शकार एव भवति, तत्र पकारस्य पकारः न भवति. तत्कारणेन गुणस्य अवरोधः भवति, पकारस्य पकारः न भवति इति कारणात्. अतः कृष् योगः शयोगः अति तु कृषति एव भवति, तत्र गुणः न भवति इति. उत्तमं. तर्हि अन्ततो गत्वा शकारः अस्ति चेत् सर्वदा गुणस्य प्रेरणादायकः सः, परन्तु पकारः अस्ति चेत् अवरोधः भवति इत्येव वार्ता. तदर्थं शप् अपि च श एतयोः भेदः एवमेव इति बोध्यं खलु? अस्ति. अस्तु, तर्हि वंशीसुधा भगिनी भवती पठति वा अग्रे? आं महोदय. धातौ अन्तर्भूतः स्वरः अकारः अस्ति चेत् गुणस्य प्रसक्तिः नास्ति. अतः तत्र भवादिगणे अस्ति वा तुदादिगणे अस्ति वा इति वयं ज्ञातुं न शक्नुमः. उदाहरणार्थं फट् फटति, पत् पतति, त्यज् त्यजति, वद् वदति इत्यादीन धातून् तु गुणाधारेण न ज्ञातुम् अर्हामः. किन्तु लोके एकः मार्गदर्शकः अस्ति, अधिकेन प्रसिद्ध अकारयुक्तः धातुः अस्ति चेत् भवादिगणे अस्ति. नाम एतादृश अकारयुक्तः धातुः परिचितः अस्ति चेत् प्रायः भवादिगणे स्यात्. अपवादः अस्ति चल् धातुः लटि चलति, अयं धातुः प्रसिद्ध, किन्तु तुदादिगणे न तु भवादिगणे. तत्र किम् उक्तम्? इदानीम् अत्र सर्वे अपि बहूनि धातूनि भवादिगणे अस्ति वा तुदादिगणे अस्ति, वयं अहं संस्कृतं किञ्चित् वक्तुं न शुद्धं शक्यते. अहं प्रयत्नं करोमि. प्रयत्नं करोमि. इदानीम् अत्र धातु फट् पतति, सर्वे अपि धातु गुणान् न अहं ज्ञातुं शक्यते. अस्तु, अहं वदामि अत्र यदि अहमेव वदामि. चिन्ता नास्ति, चिन्ता नास्ति, भवती सम्यक् सम्यक् उक्तवती, चिन्ता नास्ति. इदानीम् अहं वदामि, वदतु. भवती क्लिष्टं भवति महोदय, अहं ट्रै प्रयत्नं कृतवती. चिन्ता नास्ति, भवती सम्यक् उक्तवती. अहं वदामि, अत्र स्वरः अकारः अस्ति चेत् इति प्रश्नः. अकारः इदानीं पूर्वं वयं तु इकारः उकारः ऋकारः एव गुणस्य कृते एव दृष्टवन्तः, परन्तु गुण स्वरः अकारः अस्ति चेत् किं भवति? तत्र गुणः अकारस्य गुणः न क्रियते. तदर्थं तुदादिगणस्य तुदादिगण भुआदिगणयोः भेदः ज्ञातुं न शक्नुमः एव इति वार्ता अस्ति. तदर्थं तत्र किञ्चित् परन्तु एकम् अस्ति अस्माकम् उपायः एकः अस्ति इत्युक्ते अधिकाधिकम् अकारान्त अकारस्वरयुक्त धातुः दातवः अभ्वादिगणे एव सन्ति इति वार्ता. उत्तमं, धन्यवादः. कार्यमस्ति चेत् भवादिगणे सर्वदातु न महोदय. महोदय, प्रश्नः अत्र अन्तर्भूतः स्वरः इत्युक्ते तत्र उपधायाः स्वरः वा? अन्तर्भूतः स्वरः इत्युक्ते उपधायाः स्वरः अथवा स्वरः तत्र धातु मध्ये अस्ति इति अन्ते वा अथवा अस्तु महोदय, किञ्चित् प्रश्नः अस्ति. सर्वे भवादिगणे गुणकार्यम् अस्ति अस्ति वा धातूनां गुणक? आम्, यदि इकारः ई वर्णः दीर्घ अथवा इ उ ऋ इति वर्णाः सन्ति चेत् सर्वदा भवति एव. उपधायां ह्रस्ववर्णः वा अथवा अन्ते ह्रस्व वा दीर्घवर्णः अस्ति चेत् सर्वदा भवति भूवादिगणे. गुणकार्यं न अस्ति चेत् उदादिगणः भवेत्? आम्, सत्यं सत्यम्. ओके, धन्यवादः. तदेव पठितम् अस्माभिः. धन्यवादः महोदय. उत्तमं, तदेव अस्य करपत्रस्य सारांशः तदेव भवति. गुणः भवति चेत् भूवादिगणे भवति, गुणः न भवति चेत् सुतादिगणे भवति. अत्र अन्ते अन्त बिन्दुद्वयम् अस्ति, तद् कः पठति इदानीं? सुदर्शनमहोदय, भवान् पठति वा? अस्तु महोदय, इदानीं पठिष्यामि. प्रश्नः उदेति यत् येषां धातूनां गुणप्रसङ्गः नास्ति एव तेषां केन आधारेण भ्वादिगणे त्वदादिगणे वा इति निर्णयः. यथा पट् धातुः किमर्थं भ्वादिगणे, चल् धातुः किमर्थं त्वदादिगणे? प्रति उत्तरं प्राप्यते सत्रन्तप्रकरणे. भ्वादिगणे शत्रुप्रत्ययस्य संयोजनेन क्रियां आगमः नकारः सर्वत्र भवति. बालिका वदन्ति गच्छति, माता खादन्ति चिन्तयति. भ्वादिगणे क्रियाम् अयं नकारः सर्वदा भवति, परन्तु सुदादिगणे अयं नकारः वैकल्पिकः. बालिका चलति चिन्तयति, बालिका चलन्ति चिन्तयन्ति वा? भ्वादौ तुदादौ च अयं भेदः सर्वत्र अस्ति. सत्रन्तपदेषु भ्वादौ नुमागमः नित्ययः, तुदादौ च वैकल्पिकः. अस्तु, किञ्चित् प्रगत स्तरः स्तरीय वर्णनम् अस्ति, परन्तु अहं संक्षिप्तेन रूप वदामि किम् अस्ति इति. इदानीं अकारान्तधातु अकार आन्तधातूनाम् अथवा अकारस्वरः अन्तर्भूतः उपधायाम् अकारः अस्ति चेत् कथं वा वयं भुवादिगण धातुः अथवा तुदादिगणधातुः वा इति जानीमः इत्युक्ते, शत्र इति प्रत्ययः किमपि अस्ति. इदानीं पठन् अस्ति बालकः, पठन् अस्ति, गच्छन् अस्ति इति शत्रन्तप्रयोगः प्रयोगं दृष्ट्वा वक्तुं शक्नुमः इति अस्ति. परन्तु एषः विषयः तु अग्रे आयास्यति, तदर्थम् अत्र तस्य चर्चा न भविष्यति. वयं तु अग्रे किञ्चित् अभ्यासं कुर्मः, अभ्यासविषये किञ्चित् अवधानं दद्मः. इदानीं दशनिमेषः अवशिष्टः. अग्रे धातु गण अभ्यासः इति अस्ति करपत्रं, तत्र गच्छेम वयं. कृपया उद्घाटयन्तु. इदानीं मीना भगिनी, भवती अपि भवत्याः स्वागतम्. मीना भगिनी नमस्ते. अस्तु, इदानीं शिवराम महोदय, भवान् तत्र प्रथम अभ्यासं करोति वा? हा, आम्. अत्र किं किं दत्तम् एकवारं प्रथमवाक्यं पठतु. धातुगण अभ्यासे धातुः अस्ति, तत्र तत्र वाक्यमेकमस्ति एतावता इति उपरि वा. आम् गुणकरपत्रे वा धातुगण अभ्यासे चतुर्थकरपत्रे चतुर्थकरपत्रे एतावता धातुगणानां प्रसङ्गे इति अस्ति खलु. मम समीपे नास्ति, केवलं धातुगण अभ्यासः एव डौन्लोड् कृतम्. अस्तु, हरिप्रिया भगिनी भवती पठति वा तत्र अस्ति वा अस्ति किम् एतावता धातुगणानां मम समीपे नास्ति महोदय. करपत्रं नास्ति वा? नास्ति अत्र. अस्तु, सङ्गीता भगिनी भवत्याः समीपे अस्ति वा अत्र? अस्ति महोदय. अहं पठामि वा? शिवराम महोदय पठतु. एतावता धातुगणानां प्रसङ्गे गुणस्य प्रसङ्गे च बहु किमपि ज्ञातम्. अधुना अभ्यासः करणीयः. अस्मिन् कोष्टके धातवः दत्ताः सन्ति. एकैकस्य लट् लकाररूपम् अपि दत्तं, धात्वार्थः अपि दत्तः, धातुं च लट् लकाररूपं च दृष्ट्वा गणं गणस्य नाम च पूरयतु. अस्तु, अत्र धातु गणस्य नाम पूरयतु, परन्तु धातु अर्थः इदानीं धातु अर्थः इत्युक्ते लट् लकाररूपमेव तत्र न धातु अर्थः इति चिन्ता मा चिन्तयतु. इदानीं धातुः अस्ति, क्रियापदमस्ति. क्रियापदम् इत्युक्ते लट् लकार प्रथमपुरुषे एकवचनरूपम् अस्ति तत्र. इदानीं कस्य गणस्य अन्तर्भूतः, कस्मिन् गणे अस्ति धातुः इति प्रश्नः अस्ति. वयम् अभ्यासं कुर्मः एकैकस्य. शिवराम महोदय, भवान् तु प्रथमत्रयं करोतु. शुच इति धातुः अस्ति, तस्य लट् लकारे शोचति इति रूपमस्ति. तत्र उपदावर्णः उकारः अस्ति, तस्य गुणः तत्र अभवत्. तत्कारणेन शुचधातु प्रथमगणे अस्ति, गणस्य नाम भवादिगणे. उत्तमम्. एज, तस्य लट्लकारे रूपम् अस्ति एजति. एषः धातुः अपि प्रथमगणे एव भवादिगणे एव कम्पने. उपदावर्णः एकारः अस्ति, तस्य गुणः न अभवत्. शत्रन्तरूपेण वयम् अग्रे जानीमः, ज्ञातुं शक्नुमः. अस्तु, चिन्ता नास्ति. इदानीम् अत्र किञ्चित् भ्रमः भवितुम् अर्हति, यत्र तुदादिगणः वा इति, परन्तु अत्र प्रथमगणे एव अस्ति इति. अग्रे अग्रे ची धातु अस्ति, चिनोति इति तस्य क्रियापद लट्लकारे क्रियापदरूपम् अस्ति. ची धातु पञ्चमगणे पञ्चमगण इति भासते. स्वादि कथं जानाति, कथं जानाति? पञ्चमगणे स्वादिभ्यः श्नु तत्र नो नो इति विकरणप्रत्ययः. नो इति नो इति अभवत् अभवत् स्वादिभ्यः श्नु. नु इति विकरणप्रत्ययः, तस्य नो इति रूपं भवति. उत्तमं. तत्र नो इति अस्ति, तदर्थं तद् स्वादिगणः इति ज्ञातुं शक्नुमः. उत्तमम्. इदानीं सुदर्शनमहोदय, भवान् करोतु अग्रिमत्रयम्. शुष्यति अस्ति, शुष्यति. यकारः आगच्छति इति कारणात् दिवादिगणे इति मन्ये. उत्तमम्. अग्रे दिश् इति भवति, दिशति इति आगच्छति. तर्हि गणः कः? दिश् दिशति खलु, भुवादिगणे इति मन्ये. इकारः अस्ति. इकारस्य गुणः अभवत् वा? गुणः न अभवत् महोदय. तर्हि कुत्र भुवादिगणे भवितुं शक्यते वा? षष्ठगणे भवति वा? न, तुदादिगणे भवति. तुदादिगणे किमर्थं? किमर्थमित्युक्ते दिशति अत्र गुणस्य किमपि परिवर्तनं न अभवत्. उत्तमम्. अत्र उपधायाम् इकार ह्रस्व इकारः अस्ति, परन्तु तस्य गुणः न अभवत्, तदर्थं सुदादिगणे अस्ति इति वक्तुं शक्नुमः. अपि च दिशति अकारः अपि अस्ति. अग्रे वेलयति, तत्र दशमगणे अस्ति, वेलयति अय इति आगच्छति चुरादिगणे. उत्तमम् उत्तमम्. अग्रे विष्णुप्रिया भगिनी. मी मीनाति क्रियादिः न सन् नवगुणाः अस्ति क्रियादि. अत्र अत्र अत्र विकरणप्रत्ययः कः? न. तर्हि कस्मिन् गणे भवति? नवमे गणे. क्रियादिगणः, क्रियादिगणः. उत्तमम्. अग्रे कृषति इति अस्ति. कृष् धातु, दृष् धातुः दूतादि षष्ठगणः आ इति कृष् कृषति. उत्तमं. तत्र गुणः उपधायां स्थितस्य ऋकारस्य गुणः न अभवत्, तदर्थं तुदादिगणः इति. उत्तमम्. अपि च इदानीं संगीता भगिनी भवती वदति वा? अस्तु महोदय, एकः एका शङ्का भवति. एज् एजति इति कस्मिन् गणे भवति तत्? तत्र किञ्चित् भ्रमः अस्ति एव, परन्तु एजति इति एजते इति एजति इति भुवादिगणे एव अस्ति, परन्तु एजते इति आत्मनेपदरूपमेव किल? आत्मनेप आम्, एजते इति आत्मनेरूपं भवेत्, तत्र एजति इति अस्ति. चिन्ता नास्ति, इदानीम् एजते इति आत्मनेपदरूपमेव, आत्मनेपदीरूपं आत्मनेपदी धातुः अस्ति. एतत् कथं भुवादिगणे भवति प्रथमगणे इति दृष्ट्वा एव वक्तुं न शक्नुमः, परन्तु अत्र किञ्चित् तुदादिगणे अपि भवितुम् अर्हति इति जस्ट् रूपं दृष्ट्वा वक्तुं न शक्नुमः. अग्रे पठामि वा? बि इति दातु. बि इति दातु बिभेति इति रूपं भवति. बिभेति द्वित्वं द्वित्वम् इति अस्तु. द्वित्वं कृतं, द्वित्वं भवति अत्र. गणस्य नाम न जानामि. जुहोत्यादिगणः, जुहोत्यादिगणः इति. जुहोत्यादिगणः हिनस्ति इति भवति. गणस्य नामस्य परिचयं न्यूनमेव भवति मया. चिन्ता नास्ति, गणस्य नाम रुधादिगणः इति. तत्र नकारः धातोः मध्ये आगच्छति, हिनस्ति इति, तदर्थं रुधादिगणः इति. सिव् सिव् इति सीव्यति इति भवति. धू धुनाति गणस्य नाम न आगच्छति. अग्रिमवर्गे अस्तु, विकरणप्रत्ययः कः इति सीव्यति इत्यस्य? सीव्यति मध्ये किमस्ति? या इति विकरणप्रत्ययः. उत्तमं. तत्र दिवादिगणः, दिवादिगणे विकरणप्रत्ययः ष्यन् इति अस्ति, तदर्थं शकार नकार गच्छति चेत् य इति आगच्छति. सत्यं, सीव्यति. इदानीं धू इति धातुः अपि करोतु. धू धू इति धातोः धुनाति इति भवति, अत्र विकरणप्रत्ययं न इति आगच्छति. न इति दीर्घनकार दीर्घ न इति तर्हि क्रियादिगणः इति क्रियादिगणः. इदानीम् अस्तु, इदानीं समयः जातः, तदर्थं सर्वे अत्र अभ्यासं गृहपाठरूपेण कुर्वन्ति किं? कृपया कुर्वन्तु. अग्रे अग्रिमवर्गे तु वयं तु इतः गृहपाठं पुनःस्मरणं कृत्वा अग्रे गच्छामः. अस्तु, अन्यत् करपत्रस्य कृते अहम् ई पत्रं प्रेषयिष्यामि. सर्वत्र अत्र यदि ई पत्रे करपत्रस्य लिङ्क् स्थापयामि अहं, ततः भवन्तः तत्र पूर्वमेव सज्जीकर्तुं शक्नुवन्ति, प्रिण्ट् कर्तुं वा अथवा आन्लैन् मध्ये एव कम्प्यूटर् मध्ये द्रष्टुं शक्नुवन्ति. अहं पूर्वमेव प्रेषयिष्यामि. धन्यवादः. अग्रिमकक्षा कदा भवति? अस्तु, इदानीम् अस्य वर्गः एषः वर्गः तु भारतसमये वेन् यु एस् टैमिङ्ग्स् वेन्स्डे एण्ड् सण्डे भविष्यति. यदि भवन्तः वेन्स्डे अपि गन्तुं शक्नुवन्ति गच्छन्तु, इत्युक्ते थर्स्डे मार्निङ्ग् इण्डिया टैम् अण्ड् सण्डे ईव्निङ्ग् इण्डिया टैम् अण्ड् वेन्स्डे ईव्निङ्ग् यु एस् टैम् अण्ड् सण्डे मार्निङ्ग् यु एस् टैम्. तर्हि भवतः इदानीं एषः वर्गः अहं किं पाठयामि तत्तु अग्रिमे नेक्स्ट् सण्डे सेम् टैम् इट् बि हेपनिङ्ग्. महोदय महोदय एकः प्रश्नः भवति, प्रक्रिया अनुसारि पाणिनीयधातुपाठः पुस्तकमध्ये एतत् सर्वं भवति किम्? एतत् करपत्रे भवान् किं किं प्रेषयति तत् सर्वं तत् पुस्तके पुस्तकमध्ये भवति किल? पुस्तके पुस्तकमध्ये सर्वं न भवति, परन्तु स्थूलरूपेण भविष्यति. एतत् सर्वम् अस्य विषयः भवति, परन्तु एतत्तु विवरणम् अस्ति खलु, इट् इस् आल् इन् डीटेल्. कृपया पुनः वदतु. अभ्यासपाठः तत्र भवति किम्? इदानीं भवान् दत्तवान् अभ्यासपाठः, तत् सर्वं तत् पुस्तके न भवति? न भवति. धन्यवादः. मम प्रश्नः अस्ति, धातवः गणः कुत्र द्रष्टुं शक्नुमः? धातवः गणः अस्ति, धातुगणः गणः इति हेण्ड् औट् नम्बर् वन् तत्र सर्वे गणः अत्र तत्र अस्ति. आमां सत्यम्. अस्तु, इतोपि प्रश्नाः? न महोदय, धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.